तर्हि इदानीं शत्रन्तप्रातिपदिकं निर्माणम् इति विषयः अस्ति. तत्र भ्वादिगणे शत्रन्तप्रातिपदिकनिर्माणं कथं भवति इति तु अस्माभिः पठितं खलु. किमपि नासीत् अत्र. शत्रिप्रत्ययः शित् अस्ति, अतः तिङ्, अपि च कर्तरि शत्रिप्रत्ययः शित् अस्ति, अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति शित् शत्रिप्रत्ययः. तदनन्तरं कर्तरर्थे अस्ति, अतः कर्त्री शप् सार्वधातुके इति सूत्रेण शप् प्रत्ययः आगच्छति अभवादिगणीयधातूनाम् अनन्तरं. तर्हि किं भवति, धातुयोगः लट्, तत्र लटस्थाने शत्र भवति, धातुयोगः शत्र. तदनन्तरं शत्र अस्ति, अतः शप् प्रत्ययः मध्ये भवति धातुयोगः शप् योगः शत्र. तर्हि प्रथमं धातुयोगः शप्, शप् प्रत्यय कृते अङ्गकार्यं करणीयं. तत्तु अस्माभिः तिङन्त तिङ्गप्रकरणे एव अस्माभिः पठितं भ्वादिगणे, किमपि नूतनं नास्ति. तदनन्तरम् अदन्त अङ्गं निष्पद्यते. तदनन्तरं शत्रिप्रत्ययः अस्ति, अजादि अपित् अस्ति, अजादि अपित् अदन्त अङ्गं किमपि नास्ति, केवलम् अतो गुणे इति सूत्रेण पररूप अकारः भवति, तर्हि भूभवत् इति भवति. सर्वम् अस्ति, किमपि नूतनं किमपि नास्ति शत्रिप्रत्ययस्य कृते, किमपि नूतनं नास्ति खलु. इदानीं दिवादिगणस्य विषये अस्माकं चर्चा इदानीम् अस्ति. दिवादिगण, दिवादिभ्यः श्यन् इति तु अस्माभिः पठितं खलु. हा, तर्हि श्यन् प्रत्ययः इदानीं भवति. श्यन् प्रत्ययः अपित् अस्ति, अपित्, अतः सार्वधातुकम् अपित् इति सूत्रेण यः सार्वधातुकप्रत्ययः अपित् अस्ति सः नित्वत् भवति, अतः श्यन् प्रत्ययः नित्वत् भवति. नित्वत् भवति, अतः निति च इति सूत्रेण किं भवति, गुणवृद्धिनिषेध. तर्हि सार्वधातुकार्धातुकयोः अपि च पुगन्तलघुपदस्य च अनयोः सूत्रयोः यत् गुणकार्यं भवितुं शक्नोति तत् न भवति इति तु एकमस्ति. तदनन्तरं नित्वत् अस्ति, अतः अन्ये के के कार्याणि सन्ति, नित् नित् प्रत्यय विधायक अन्ये कार्याणि के के सन्ति, कार्याणि कानि कानि सन्ति. प्रथमं तु अस्ति नित् प्रत्ययः अस्ति चेत् प्रथमं तु अस्ति गुणवृद्धिनिषेध. अन्यमस्ति त्रीणि विशिष्टकार्याणि भवन्ति. प्रथमं तु गुणनिषेध, अनन्तरम् अनिदितां हल उपधायां निति इति सूत्रमस्ति, अनिदितां हल उपधायां निति. तर्हि ये धातवः इदित् न सन्ति, ये धातवः इदित् न सन्ति तेषाम् उपधायां नकारः अस्ति चेत् नित् प्रत्ययपरे नकारस्य लोपः भवति. उदाहरणमस्ति भ्रंश् धातु. भ्रंश् धातु वस्तुतः भ्रंश् धातु इदित् नास्ति, अपि च उपधायाम् अनुस्वारः अस्ति, अनुस्वारः वस्तुतः नकारः एव भवति. अतः भ्रंश्योगः श्यन्योगः ति अनुस्वारस्य लोपः भूत्वा भ्रश्यति इति भवति. तथैव भ्रंश्योगः श्यन्योगः शत्रि भ्रश्यत् भवति इति अस्ति खलु. तर्हि किमर्थम् एतत् कार्यं भवति, यतोहि श्यन् नित्वा भवति. नित्वा किमर्थं भवति, यतोहि अपित् अस्ति, अपित् अस्ति. अस्ति तदनन्तरं नित् प्रत्ययः अस्ति चेत् सम्प्रसारणं भवति. केन सूत्रेण, ग्रहीज्या वै व्यति वशि विचति वृच्छति पृच्छति पृच्छति नाम निति च इति सूत्रेण एतेषां धातूनां सम्प्रसारणं भवति. सम्प्रसारणम् इत्युक्ते किम्, किं भवति सम्प्रसारणं, सम्प्रसारणं किमस्ति, वर्णानां स्थाने यन् प्रत्याहारस्य वर्णाः भवन्ति इति सम्प्रसारणम् अस्ति. तर्हि एतदपि अस्माभिः दिवादिगणस्य पाठे पठितम् एव, नूतनं किमपि नास्ति इति सर्वम् अस्माभिः पठितम्, अतः अत्र अपि नूतनं किमपि नास्ति. तत्तु अस्ति. तदनन्तरं षण् प्रत्य षण् एतत्तु षण् निमित्तीकृत्य अङ्गकार्याणि सन्ति. अग्रे षण् प्रत्यय यदा षण् प्रत्ययस्य योजनं यदा भवति तदा अङ्गं पुनः अदन्तं भवति, तदनन्तरं पुनः अत् प्रत्यय शत्रिप्रत्ययस्य अत् इति आगत्य किं भवति अतो गुणे इत्यनेन पुनः पररूपकारः आगच्छति इति सर्वम् अस्माभिः वस्तुतः अस्माभिः वयं सर्वे एतत् सर्वं जानीमः किमपि नूतनं नास्ति अस्तु तर्हि कुत्र गच्छामः इदानीं धातवः चतुर्दशविधाः इति सन्ति खलु आं महोदय अपि अस्माभिः पठितम् अस्तु तर्हि इदानीम् अग्रे गच्छामः अधुना दिवादिगणे शत्रन्तप्रातिपदिकनिर्माणं कथं भवति इति वीक्षतां दिवादिगणः इति सामान्यधातवः इति अस्ति खलु करपत्रे आं महोदय सर्वे सर्वे प्राप्नुवन्ति वा आम् एकशतमधिकपञ्चशत् पञ्चाशत् सर्वे प्राप्नुवन्ति खलु महोदय अस्तु रघुपतिमहोदय अपि प्राप्नोति खलु आं महोदय तत्र दिवादिगणे तत्र 140 दातवः खलु तथा अस्तु तर्हि तावत् अग्रे पठामः इदानीं कः अस्ति मीना महोदय आरभतु दिवादिगणः 140 दातवः सामान्यदातवः 115 दातवः येषां धातूनां कृते शत्रन्तप्रातिपदिक प्रातिपदिकनिर्माणसमये किमपि कार्यं नास्ति ओके केवलं वर्णमेलनं इगन्तधातुः वा लघु इगुपदधातुः वा चेत् सार्वधातुकम् अपित् इति कारणेन ङित्वत् भवति ङिति इति च इत्याभ्यां गुणनिषेधः भवति तत् सामान्यमेव सामान्यदातवः आकारान्तदातवः एकधातुः एव माङ् माने मा आत्मनेपदे आत्मनेपदिधातुः लटि मायते आत्मनेपदिधातुः इत्यस्मात् शत्रन्तरूपं नास्ति शानच् भवति किल ईकारान्तदातवः दशदातवः सर्वे आत्मनेपदिनः गुणनिषेधत्वात् किमपि अङ्गकार्यं नास्ति अपि च यकारस्य संयोजने सन्धिकार्यं नास्ति अतः केवलं मर्ममेलनं पी य ते पीयते तत्र ईयते प्री प्रीयते रि रीयते व्रि व्रीयते डी दीयते दी दीयते धी दीयते मी मीयते ली लीयते तत्र तत्र शतरन्तरूपं न भवति यतोहि सर्वे धातवः आत्मनेपदिनः सन्ति आत्मनेपदिनः सर्वे आत्मनेपदिनः धातवः तम् ऊकारान्तदातवः धातुद्वयं द्वावपि आत्मनेपदिनौ ओके सूयते दूयते ओके चतुर् नास्ति शत्रन्तं नास्ति अदुपददातवः 19 दातवः नश् योगः श्यन् नश्य 19 दातवः नश् श्यन् नश्य योगः शत्रु तत्र नश्य योगः अत् एव शत्रु आयोगः अतो गुणे इत्यनेन पूर्वपरयोः एकः पररूपादेशः नश्यत् शक् शक्यत् रुद्ध रध्यत् तप् तप्यत् शप् शप्यत् नभ् नभ्यत् अस् अस्यत् जस् जस्यत् तस् तस्यत् दस् दस्यत् वस् वस्यत् मस् मस्यत् स्नस् स्नस्यत् नह् नह्यत् सप्तदशदातवः वा सप्तदश ऐद् उपदातवः स्निह्य योगः श्यन् स्निह्य स्निह्य योगः शत्रु स्निह्य योग अत् अतो योगे इत्यनेन स्निह्यत्येव सिद्ध सिद्ध्यत् क्षिप् क्षिप् क्षिप् क्षिप्यत् स्विद्ध स्विद्ध्यत् क्लिद् क्लिद् क्ष्व क्ष्विद् टिप् डिप् डिप् टिप् स्तिप् स्तिम् स्तिम् श्लिष् इति ईगोपदातवः ऊद् उपदातवः अष्टत्रिंशत् दातवः क्रुद् श्यन् क्रुद्य क्रुद्ययोग शत्रु क्रुद्य अत् अतो गुण इत्यनेन पूर्वपरयोः एकपररूपादेशः क्रुद्यत् बुद्ध बुद्ध्यत् युद्ध युद्ध्यत् कुप् पुष् तुष् सुच् उच् युज् लुट् अनन्तरं ऋद् उपदातवः त्रयोदशदातवः नृत् श्यन् नृत्य नृत्य शत्रु नृत्य अत् अतो गुणे इत्यनेन पूर्वपरयोः एकपररूपादेशः नृत्यत् तृप् तृप्यत् तृष् तृष्यत् ऋद् हृद्यत् हृष् हृष्यत् गृद् दृप् बृश् बृश् कृष् शेषदातवः पञ्चादशदातवः पुष् पुष्प योगः श्यन् पुष् पुष्प्य पुष्प्ययोगशत्रु पुष्प्य अत् अतो गुणे अनन्तरम् इत्यनेन पूर्वप्रयोग पररूपमादेश पुष्प्यत् व्रीड् व्रीड्यत् व्रीड्यत् राद् राद्यत् स्तीम् स्तीम् यत् अवशिष्टाः सर्वे अपदिनः बि विशेषदातवः पञ्चविंशद्दातवः पठामः वा न न अस्तु धन्यवादः प्रश्नाः सन्ति वा केऽपि न महोदय श्रूयते वा श्रूयते भगिनि श्रूयते प्रायः महोदय अत्र गतवान् स्यात् अग्रे इदानीम् अग्रे विजयमहोदय पठति वा केवलं शृणोति न न पठामि महोदय आगतवन्तः अस्तु महोदय अहं पठामि अनिजित् विशेषदातवः पञ्चत्रिंशत् दातवः सन्ति अत्र अनिदित् श्रूयते भगिनि अनिदित् धातूनाम् उपादायं नकारलोपः दातृ धातुः द्वे एव स्तः अत्र यस्य धातोः धातु अस्तु महोदय यस्य द्वौ धातु द्वौ धातु इति भवति यस्य धातोः ह्रस्व इकारस्य इत् संज्ञा भवति ह्रस्व इकारस्य इत् संज्ञा भवति सः धातुः इदित् इति उच्यते यः धातुः इदित् नास्ति सः अनिदित् इति उच्यते अनिदितां धातूनाम् उपादायाः नकारस्य लोपः भवति कितिङ् निति प्रत्यये परे अस्ति चेत् द्व्यादिगणे तादृशौ द्वौ धातु स्तः रञ्ज् ब्रंश् एतत् विषये पूर्वमेव वयं दृष्टवन्तः एव रञ्ज् ब्रंश् च तयोः शन सन्त्रन्त शत्रन्त खलु महोदय शत्रन्त्रप्रातिपदिकनिर्माणम् अनया रीत्या क्रियते धातुपाठे अनुस्वारः वर्गीयव्यञ्जनानां पञ्चमसदस्य च इमे सर्वे मूले दन्त्यनकारः एव इति बोध्यम् एतदपि जानीमः एव. तदा सन्धिकार्येण यथा सङ्गम् अनुस्वारः अन्यानि वर्गीयव्यञ्जनानि च स्थाने आगच्छन्ति. अतः द्विवादिगणे रञ्ज् धातोः मूलरूपम् अस्ति रञ्ज् इति, नकारस्य मध्यम अत्र अस्ति. ब्रंश् इति धातोः मूलरूपम् अस्ति ब्रंश् इति. रञ्ज् इति नचपदान्तस्य जलि इत्यनेन जलिपरे अपदान्तस्य नकारस्य स्थाने अनुस्वारः भूत्वा रञ्ज् इति भवति. अनुस्वारस्य ययिपरसवर्णः इत्यनेन ययिपरे अनुस्वारस्य स्थाने परसवर्णः आदेशः भवति. अतः तत्र जकारस्य अन्तिमवर्णः ञकारः रञ् इति भवति. अतः धातुः अस्ति रञ्ज्. परन्तु उपधायं नकारः अस्ति इति बोध्यं. तत्र रञ्ज् योगः शन् अस्ति, यकारः एव तिष्ठति अत्र. अनिदितं हल्ल उपधाया निति इत्यनेन निति प्रत्ययपरे उपधायं स्थितस्य नकारस्य लोपः भवति. रज् योगः यकारः, रज् योगः य, रञ्ज्य रञ्जयोगः शत्रु, अते गुण इत्यनेन पूर्वपरयोः एकः पूर्वरूप आदेशः भवति. अतः तत्र वर्णमेलनेन रज्यत् इति अन्तिमरूपं निष्पन्नं. तादृशमेव ब्रंश् इति स्वीकुर्मः न, अत्रापि न च पदान्तस्य जलि, अनन्तरं तत्र जलिपरे अपदान्तस्य नकारस्य स्थाने अनुस्वारः आदेशः भवति. प्रथमं ब्रंश् इति भवति. शकारः ययि नास्ति, अतः परसवर्ण आदेशः न भवति एव. किमर्थं चेत् अत्र शकारः ययि प्रत्ययहारे नास्ति एव. तर्हि धातुः ब्रंश्, परन्तु उपधायं नकारः अस्ति इति बोध्यम्. तत्र ब्रंश् योगः शन् अस्ति. इदानीम् अनिदितमल उपधायः निति इत्यनेन निति प्रत्ययपरे उपधायं स्थितस्य नकारस्य लोपः भवति. अनिदितं हल्ल उपधाय इति सूत्रेण, अतः ब्रंश् ब्रश् योगः य, ब्रश्य ब्रश्ययोगः शत्रु, अत्येव तिष्ठति अत्र. अतो गुणे इति सूत्रेण पूर्वरूपः आदेशः भवति अत्र. अतः ब्रश्यत् इति अन्तिमरूपं निष्पन्नम्. अग्रे पठामि वा महोदय? केवलं प्रथम अत्र किमपि कार्यं विशेषकार्यं किमपि नास्ति एव. नास्ति एव. अनिदितं हल उपधायः इति अस्ति, तत् कारणेन अत्र नच पदान्तस्य इति सूत्रं न कार्यं करोति. अतः अनिदितम् अल उपधायः इत्यनेन नकारस्य लोपः भवति. अतः अनन्तरं शन् प्रत्ययस्य यकारयोजनेन ब्रश्ययोगः अत् भवति. ब्रश्यत् इति अन्तिमरूपं निष्पन्नं. तावदेव महोदय. अग्रे पठामि वा? एकनिमिष, प्रश्नाः सन्ति वा कस्यापि? पृच्छतु, प्रश्नः अस्ति चेत् सर्वम् अवगच्छन्ति वा? आम् आम् महोदय. इदानीं पर्यन्तम् अस्ति महोदय. अपि तु ब्रंश् ब्रश् ब्रश् अपि रञ्ज् भेदः अस्ति किल? किं भेदः, कः भेदः? एकस्मिन् भवति, ब्रंश् मध्ये न भवति, यतोहि शकारः यै प्रत्ययः नास्ति. परन्तु अन्यथा किमपि कोऽपि भेदः नास्ति. मूले नकारे एव लौकिकरूपमस्ति धातोः, तत्र ब्रंश् इति भवति अनुस्वारः. रञ्ज् इत्यस्मिन् तत्र ञकार लौकिकधातुः अस्ति, परन्तु मूले तत्र नकार एव खलु. परन्तु ब्रंश् धातु मूले नकारः नास्ति वा? नकार एव, नकार एव, तादृशमेव. वस्तुतः नकारः अस्ति, परन्तु नकारः तादृश स्थातुं न शक्नोति, यतोहि तत्र नश्चापदान्तस्य झलि, तदनन्तरम् अनुस्वारस्य ये परसवर्णः इति कार्यं करोति. अतः तत्र अनुस्वारस्य ये परसवर्णः कार्यं न करोति ब्रंश् विषये किल? किमर्थं न करोति भवती वदतु. यै प्रत्याहारः नास्ति किल? हा, शकारः यै प्रत्याहारः नास्ति. अस्तु, अन्य किमपि अस्ति वा? दृश्यत् भवति, रज्यत् भवति. दृश्यत् रज्यत्, अतो गुणे भवति सर्वत्र अपि च अस्तु तर्हि अग्रे गच्छामि पठतु अग्रे इदानीं परस अनुस्वारस्य ये परसवर्णः नश्चापदान्तस्य झलि परसवर्णः इत्युक्ते किं यै स्थाने अन्तर्तमः एतत् सर्वं वयं पुनः न पठिष्यामः यतोहि सर्वं जानीमः तर्हि अग्रे गच्छामः इदितां धातूनां न लोपो न भवति तर्हि भ्रश्यत् रञ्जयत् मध्ये नकारस्य लोपः भवति यतोहि तौ धातु अनिदित् स्तः अनिदितौ स्तः अस्तु तत्र मूलधातौ तत्र ह्रस्व इकारस्य इत् संज्ञा नास्ति परन्तु यत्र ह्रस्व इकारस्य यत् संज्ञा भवति तत्र इदितो नुम् धातोः इति सूत्रेण यः नुमागमः भवति तत् नुमागमस्य अनेन सूत्रेण पुनः लोपः न भवति यतोहि अनिदितां हल उपधायनिति इति सूत्रं केवलम् अनिदित् धातूनां कृते कार्यं करोति अनिदित् इदित् अस्ति चेत् तादृशकार्यं न भवति इति ध्यातव्यम् अत्र अग्रे उदाहरणाः सन्ति इदानीं रघुपतिमहोदय पठतु इदितां धातुः अस्तु इदितां धातूनां न लोपः न भवति इति यथा वदि इति इदित् धातुः अस्ति अत्र इकारः अनुनासिक इकारः अस्ति तस्य लोपः भवति इत्संज्ञाकरणेन इदितो नम् धातोः इत्यनेन यदि इदित् अस्ति चेत् धातु इदित् अस्ति चेत् नुमागमः भवति वन्द् इति भवति अस्य नकारलोपः न भवति यथा वदि इति वद् इति भवति इकारस्य लोपः भवति इत्संज्ञा भूत्वा अनन्तरं तत् इदित् अस्ति इति कृत्वा नुमागमः भवति इदितो नुम् धातोः इत्यनेन वन्द् इति भवति नकारस्य अनुस्वारः भवति नश्च वदन्तरि अनन्तरम् अनुसर्गैः परस्वरेण वन्द् इति भवति इति अस्ति वन्द् इति धातुः तथैव लाचि इति अस्ति तत्रापि तत्र लाचि इति यत्र लाच् इति भवति तत्रापि नुमागमः भवति किमर्थम् इदित् अस्ति अतः लाञ्च् अनन्तरं परस्वर्णचिन लाञ्च् इति भवति तथैव कप् इति कपि इति अस्ति तदपि कम्प् इति भवति लबि इति अस्ति अत् लम्ब् इति भवति सर्वत्र इदित् अस्ति इकारः इत् अस्ति तत्र अतः नुमागमः भवति इति अस्ति इदितो नुम् धातोः इदितः धातोः नुमागमः भवति इति वयं जानीमः तत्र अग्रे पठामि वा महोदय प्रश्नः न इदानीं पर्यन्तं प्रश्नः नास्ति धातोः इति सूत्रेण वन्द् भवति तदनन्तरं पुनः उपदेशे किम् अनिदतां फल उपधायन् इति सूत्रं कार्यं न करोति नकारस्य लोपः न भवति इति प्रत्यये परे यतोहि वस्तुतः मूलधातु इदित् अस्ति न तु अनिदित् इति सूत्रस्य प्रसक्तिः एव नास्ति सत्येव नास्ति अतः धातु सूत्रे अनिदताम् इति लिखितमस्ति केन कारणेन यत् इदित् धातूनां कृते लकारलोपः मा करोतु इति इदितोः नम् धातो क्षम्यतां प्रश्नः उदेति यदि वधि धातौ नकारादेशः भवति एव तर्हि किमर्थं वन्द् मूलधातुः न स्यात् तथैव यदि लबि मकारः आयाति एव तर्हि किमर्थं लम्ब् इत्येव मूलधातुः न स्यात् इति प्रश्नः अस्ति किमर्थं पाणिनेन मूले इकारं कृत्वा अनन्तरं नुमागमः कृतवान् इति उत्तरमस्ति यत् तत्र कतिचन कार्याणि सन्ति यथा अनिदितां हलः उपादायः नीति इत्यनेन यः धातुः इदित् नास्ति तस्य धातोः उपादायांसि तस्य नकारस्य लोपः स्यात् कित् नीति प्रत्यये परे परन्तु इदित् चेत् अस्माभिः यः नकार आनीतः तस्य नकारस्य लोपः कस्यामपि दशायां न भवति साक्षात् आरम्भतः नकारः अस्ति चेत् तस्य लोपः कितिनित् च भवति किञ्चित् प्रत्ययः लोपः भवति, यथा बन्धधातोः धातौ नकारः उपस्थितः मूलधातौ, अतः कितिरिति प्रत्यये परे नकारलोपः, ल्युटि बन्धनं, ल्युडन्तरूपमस्ति बन्धन इति भवति, तत्र बन्धन अस्ति नकार उपस्थितः, यतोहि ल्युट् प्रत्ययः कित् अपि नास्ति नित् अपि नास्ति, अतः तत्र बन्धन इति भवति, तत्र कित् नित् नास्ति, परन्तु कान्तरूपमस्ति बद्ध इति नकारलोपः, यतोहि प्रत्ययः प्रत्ययः कित् अस्ति, लविधातोः इदितनुं धातौ इत्यनेन आगमः लम्ब् इति, अस्य नकारस्य लोपः कित् नित् न भवति, अतः कान्तरूपं लम्बितः इति भवति, अतः तत्र सर्वत्र किमर्थम् अत्र दत्तमस्ति, किमर्थं पाणिनेन तादृशं कृतमस्ति इति चेत्, यदि मूल उपदेशावस्थायां नकारः अस्ति चेत् अनिष्टरूपं भवति, केन कारणेन अनिदितं हरोपदा इति किति किति इति कार्यं करोति इति चेत् तस्य अनिष्टरूपं भवति, अतः तस्य नकारस्य लोपः न भवेत् मा भूत् इति कृत्वा तादृशं कृतवान् इति अस्ति, यथा वयं दृष्टवन्तः अत्र उदाहरणद्वयमस्ति, बन्धधातोः मूले नकारः अस्ति, अत्र बन्धनमिति भवति, कित् यदि कित् नित् नास्ति चेत्, परन्तु कित् अस्ति चेत् बद्ध इति भवति इति अस्ति, तथैव लब् धातोः लम्बितः इति भवति, अन्यथा लभितः इति भवेत् तत् अनिष्टरूपं भवति. सर्वे अवगच्छन्ति वा? आं महोदय. प्रश्नः अस्ति वा कस्यापि? किमर्थं मूलधातुमध्ये नकारः नास्ति, किमर्थम् इति अनन्तरं नुम् इति कृतं? मूलधातुमध्ये नकारः अस्ति चेत् तत् अनिदित् प्रायः न भवेत्, इदित् प्रायः न भवेत्, तथा अस्ति चेत् नकारस्य लोपः भवति उपधायाम् अनिदितां हल उपधायान् इति सूत्रेण. तर्हि बद्ध एकनिमेषः एकनिमेषः काल् आगच्छति, एकनिमेषः. पाणिनेः बुद्धिमत्ता कियत् अस्ति, कथं कृतवान्? अस्तु, तर्हि हा, परन्तु यथा बद्ध तत्र बद्धः भवति, बन्धधातु बद्धः भवति, नकारस्य लोपः, परन्तु लम्ब् लबि मध्ये तत्र लम्ब् इति लम्बितः भवति, तत्र न नकारस्य लोपः न भवति, तर्हि कुत्रचित् भवति कुत्रचित् न भवति, अतः तत्र भेदः अस्ति. अतः पाणिनिना किं कृतम्? इदित् धातु अनिदित् धातु, इदित् धातु अस्ति चेत् तत्र लोपः न भवति, अनिदित् अस्ति चेत् तत्र लोपः भवति इति कृते सूत्रमपि तेन कृतम्, अनिदितां हल उपधायां निति इति. तर्हि तत् अस्ति इति. सर्वे अवगच्छन्ति खलु? आं महोदय. तत्र चिन्तयामि कियत् बुद्धिमत्ता अस्ति इति, तत्र सर्वम् अस्तु. अस्तु, अग्रे पठामः. पठामि वा तत्र? एकनिमेषः. अस्तु, अत्र इदानीं मदर् महोदय अस्ति वा अद्य? नास्ति खलु? अस्तु, नास्ति चेत् इदानीं सम्प्रसारणम् इति अस्ति. मीना महोदय पठतु. धन्यवादः महोदय. सम्प्रसारणधातु एकधातु एव, सम्प्रसारणसंज्ञा भवति, यत्र यण् स्थाने इक् आदेशः भवति. धातौ एतादृशं कार्यं भवति चेत् स धातुः सम्प्रसारणी. दिवादिगणे एकः सम्प्रसारणी धातु अस्ति व्यद्. अधस्तनेन सूत्रेण ग्रहिज्य इत्यनेन दीर्घसूत्रं कितिङ् इति प्रत्यये परे सम्प्रसारणं भवति, नाम यणस्थाने इक् भवति सम्प्रसारणं, यकारस्थाने इ, वकारस्य स्थाने ऊर्, रेपस्य स्थाने ऋ, लिकारस्थाने ल। व्यद् धातौ तादृशौ द्वौ वर्णौ स्तः, वकारः वकारः यकारः, अत्र न सम्प्रसारणे सम्प्रसारणम् इति सूत्रेण परस्य एव सम्प्रसारणं भवति न तु पूर्वस्य, यकारः वकारः यकारः वर्णद्वयं सम्प्रसारणवर्ण वर्णौ भवति, अतः व्यद् धातो यकारस्य सम्प्रसारणं, व्यद् योगः स्यान् न सम्प्रसारणे सम्प्रसारणमिति सूत्रेण सम्प्रसारणे परे पूर्वं स्थितस्य वकारस्य सम्प्रसारणं न भवति, गृहीज्या इति सूत्रेण सम्प्रसारणा आदेशः वकारस्य इ, वकारस्य इ अ इद् योगः य, तस्य सम्प्रसारणात् च इति सूत्रेण सम्प्रसारणसंज्ञकवर्णात् परे अच् अस्ति चेत् योग इव अनन्तरम् इ अचस्ते पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः, उपयोगः इ तत्र विद्युत् तत्र विवयोगः वि योगः अ योगः दि विद् य विद्य किं भवति तत्र क्लेशः भवति तत्र सम्प्रसारणात् सम्यक् वर्णात् परे अच् अस्ति चेत् कीदृश अच् व्यद् वियोगः इव्योगः व्य व्य वियोगः अ तत्र विद् य विद्य भवति व्य बिकम्स् विद् बिकम्स् किम् अस्ति महोदय संस्कृते वदतु, भवती इदानीं नूतनछात्रा नास्ति, बिकम्स् इति नास्ति संस्कृतेन वदतु खलु, ईकारः यकारः भवति, यकारः ईकारः यकारः ईकारः सम्प्रसारणं, यकारः इकारः भवति, विद्य योगशत् अतो गुणे इत्यनेन पूर्वपरयोः एकपररूपादेशः विद्यत्, व्यद् य इदानीं विद् विद् य शत् विद्यत् भवति अतो गुणे इति सूत्रेण, गृहीच्यागृच्छि पृच्छि पृच्छतीनां किति इति च सम्प्रसारणं, गृह क्रयादौ घ्र यदाति गृहि भवति गृह्णाति, गृहीतः तप्रत्यये परे किति इत्यस्य उदाहरणं किति किति तत्र किति इत्यस्य उदाहरणं, ज्या क्रयादौ यकारस्य इकारः जिनाति, वृद्धः जीर्णः भवति, देन् जीनः अत्र क्तप्रत्यये परे, वै वे द्वादौ वयति ते टु वि वयति वयते ऊतः वकारस्य उकारः ऊतः, व्यद् दिवादौ विद्यति चिनत्ति इति अर्थे व्यद् बिकम्स् विद्धः भवति, वश् अदादि वष्टि ऊषितः, व्यच् विचितः विचति विचति विचितः, व्रश्च पृच्छति पृच्छति वृक्नः, प्रच् तुदादि पृच्छति पृष्टः, ब्रश्ज् तुदादि बृज्यति भृष्टः, इग्यनः सम्प्रसारणं यणः इक् सम्प्रसारणं, सम्प्रसारणात् च सम्प्रसारणाच्च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् तत्र सम्प्रसारणाच्च अचि पूर्वपरयोः एकपूर्वः संहितायां तत्र सम्प्रसारणाच्च इख्यः इति संज्ञासूत्रं सम्प्रसारणं सम्प्रसारणाच्च इति तत्र कीदृश विधिसूत्रं न सम्प्रसारणे सम्प्रसारण सम्प्रसारणम् इति सम्प्रसारणे न सम्प्रसारणे सम्प्रसारणं सम्प्रसारणे पूर्वे परे पूर्वसृतस्य सम्प्रसारणं न भवति ओके ओके इदा पठामः वा ऋकारान्तः ऋकारान्ताः तत्र मुख्यसूत्रत्रयमस्ति मुख्यसूत्रं त्रयमस्ति यत्र तत्र किम् एकमस्ति इग्यणः इग्यणः सम्प्रसारणं नाम इक् इक् स्थाने यण् इति सम्प्रसारणम् उच्यते तत्तु संज्ञासूत्रं तदनन्तरमस्ति न सम्प्रसारणाच्च इति सूत्रेण तत्र किं भवति वस्तुतः सम्प्रसारणवर्णः यद्भवति नाम इकारः उकारः इति तत्र यण् प्रत्याहारस्य वर्णः इति सम्प्रसारणस्य वर्णः तद्यत् अस्ति तस्मात् अनन्तरं यत् अच् वर्णः अस्ति तर्हि संहितायां पर पूर्ववर्णस्य एव तत्र आदेशः भवति तर्हि विध्यति व्यद्धातु अस्ति तत्र यकारस्य इकारः भूत्वा व इ अ इति अस्ति खलु मध्ये अकारः अपि अस्ति तर्हि इ अ तत्र योजयित्वा इकारः इदानीं यकारस्य स्थाने आगच्छति अतः इकारः इति अस्ति सम्प्रसारणवर्णः तर्हि इकारः योगः अकारः इति अस्ति तर्हि इकारः योगः अकारस्य स्थाने पूर्ववर्णः इकारः एव भवति तर्हि व इ अ ध भवति व इ ध विध् विध्यत् इति भवति केन सूत्रेण सम्प्रसारणाच्च इति सूत्रेण अनन्तरमस्ति न सम्प्रसारणे सम्प्रसारणं नाम वर्णद्वयम् अस्ति इति सम्प्रसारणीय अत्र केवलं पर सम्प्रसारणवर्णस्य एव सम्प्रसारणं भवति नाम पूर्व सम्प्रसारणात् पूर्वं सम्प्रसारणस्य वर्णस्य सम्प्रसारणं न भवति इत्युक्ते पश्यतु व्यज् इति अस्ति खलु अत्र वकारः अपि तस्य स्थाने उकारः भवितुं शक्नोति यकारः अपि तस्य स्थाने इकारः भवितुं शक्नोति तर्हि कस्य सम्प्रसारणं करणीयं तर्हि यत् परमस्ति यकारः तस्य स्थाने इकारः भवति तस्मात् पूर्वं यत् वकारः अस्ति तस्य सम्प्रसारणं न भवति केन सूत्रेण न सम्प्रसारणे सम्प्रसारणम् इति सूत्रं तर्हि वकारस्य वकारः एव तिष्ठति यकारस्य इकारः भवति विध् इति भवति इति अस्ति सर्वम् अस्माभिः पूर्वं पठितं प्रश्नः अस्ति वा कस्यापि नास्ति चेत् अग्रे गच्छामः तर्हि इदानीं विजय महोदय ऋकारान्त विजय महोदय अस्ति वा अस्मि अस्मि महोदय इदानीं अत्र ऋकारान्तदातवः द्वौ धातु दिवादिगणे दृश् दृश् इमौ द्वौ धातु ऋकारान्तौ हलन्त्यं तस्य लोपः इति अभ्यां दृ दृ इति भवति अत्र शकारस्य लोपः भवति हलन्त्यं तस्य लोपः इत्यनेन अनन्तरं दृ योगः शन् अस्ति यकारः एव तिष्ठति अत्र इदानीं ऋत ईत् धातोः इत्यनेन ऋदन्तस्य धातोः ह्रस्व इकारस्य आदेशः भवति अतः रेपस्य ऋकारस्य स्थाने इकारः भूत्वा जि इति भवति जि योगः य उरन्रपरः इत्यनेन ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् महोदय भवत्याः ध्वनिः सम्यक् रीत्या न आगच्छति आम् महोदय इदानीं इत्यनेन ऋकारस्य स्थाने यदा अन् आदेशः भवति तदा सः अन् सदा रपरः भवति न श्रूयते सम्यक् भग्ना भवति मध्ये मध्ये तदा सः अन् तदा सः अन् रपरः भवति न श्रूयते वा महोदय? श्रूयते श्रूयते आमां सम्यक् श्रूयते महोदय, इदानीं सम्यक् श्रूयते। इदानीं जी जिर् इति भवति, जिर् योगः य हलादिः अस्ति, अतः हलिच इत्यनेन हलिपरे रेपान्तस्य धातोः उपादायं स्थितः इक् वर्णः दीर्घः भवति, अतः ह्रस्व इकारस्य स्थाने दीर्घ ईकारः भूत्वा जीर् इति भवति। जीर् योगः य जीर्य इति अन्तिम धातु भवति। इदानीं शत्रन्ते अत् भवति, अतोगुणे इत्यनेन पूर्वपरयोः पररूप आदेशः भवति, अतः जीर्यत् इति अन्तिमरूपं निष्पन्नं। तादृशमेव अत्र जृष् योगः श्यन् अनुबन्धलोपे जृर् जृ योगः य ऋतयत् धातोः अत्र अत्र किं भवति चेत् ह्रस्व इकारः आदेशः भवति ऋकारान्तस्थाने, अनन्तरं जिर् इति भवति, जिर् योगः य उरण्परः इत्यनेन जिर् योगः य भवति। अनन्तरं हलीच इत्यनेन ह्रस्व इकारस्य स्थाने दीर्घ ईकारः भूत्वा जीर्य इति वर्णमेलनं भवति, अतः अनन्तरम् अतोगुणे इत्यनेन शत्रुअन्तरपदे अति एव तिष्ठति, इदानीं जीर्यत् इति अन्तिमरूपं भवति, खलु महोदय? जीर्यत् किमपि अस्ति, प्रश्नः अस्ति वा? अत्र ऋकारान्त नास्ति, दीर्घ ऋकारान्त अस्ति खलु महोदय? आम् आम् आम्, दीर्घ ऋकारान्तः अत्र सम्यक्तया न लिखितमस्ति, चिन्तयामि अत्र दीर्घ ऋकारान्तः स्थाने एव ह्रस्व इकारः आदेशः भवति ऋत इत् धातोः इत्यनेन, ऋतयितधातोः हलिच इति सूत्रेण दीर्घः ह्रस्व इकारस्य स्थाने दीर्घ ईकारः भवति। रेप वकारयोः धातु उपदाय एकः दीर्घः, प्रश्नः नास्ति चेत् अग्रे गच्छामः। तेव झ्री मध्ये अपि झ्री योगः श्यन् दीर्घरिकारान्तः अस्ति, अतः सार्वधातुकार्धातुको एव कार्यं न करोति, यतो हि श्यन् अपित् अस्ति, अतः ऋतयित् धातोः कार्यं करोति, किं भवति? झि इति भवति। तदनन्तरं पुरण्परः इत्यनेन झिर् योगः य भवति। इदानीं हलीच इत्यनेन यकारः हल् वर्णः अस्ति, तस्मात् पूर्वं रेफान्तधातोः अथवा वकारान्तधातुः अस्ति, तस्मात् पूर्वं यत् इक् वर्णः अस्ति तस्य दीर्घं भवति, झीर्य इति भवति, झीर्यत् इति भवति। ते लितयित् धातोः अस्माकं वयं जानीमः, रित् धातोः अङ्गस्य इत् वस्तुतः सामान्यसूत्रमस्ति, परन्तु तत्रैव कार्यं करोति यतः गुणस्य प्रसक्तिः नास्ति, अत्र गुणस्य प्रसक्तिः अस्ति, तत्र गुणः भवति, यथा तृ अस्ति भवादिगणे, तस्य रूपं भवति तरति, यतो हि ऋकारस्य गुणकार्यं भवति अर् इति भवति, तर्हि तरति, तत्र प्रसक्तिः अस्ति गुणस्य, अत्र नास्ति, यतो हि श्यन् प्रत्ययः कीदृशः अस्ति अपित् अस्ति। अस्तु, निमित्तं सर्वं वयं जानीमः, निमित्तं न दत्त, निमित्त आवश्यकं नास्ति, ऋतधातु परसूत्रेण भवति, परसूत्रमस्ति सार्वधातुकार्धातुकयोः, अतः तत्र तस्य तस्मिन् तस्य कार्यं प्रथमं भवति। षष्टिस्थाने योगः अलोन्त्यस्य येन वैसदन्तस्य उरण्डपरः सर्वं जानीमः, अली च अपि जानीमः, वकारान्तं वकारान्धातोः अपि तत्र दीर्घत्वं भवति हलि च, अति चतुर्थबिन्दुः पठतु महोदय, वकारान्तम् इकः दीर्घत्वम्। अस्तु, वकारान्तानाम् इकः दीर्घ महोदय भवति वदतु। आं महोदय पठामि, अत्र चतुर्थबिन्दुः वकारान्तानाम् इकः दीर्घत्वं भवति, चत्वारः धातवः हलिच इत्यनेन यः धातुः वकारान्तः तस्य उपादायां स्थितः इकवर्णः दीर्घः भवति हलीपरे. शन् इति विकर्णप्रत्ययः हलादि यकारादि अस्ति च अपितपि अस्ति, अतः सूत्रस्य प्रसक्तिः अस्ति. यदि शन् पित् अभविष्यत् तर्हि पुहन्तलघु लघुपदस्य च इत्यनेन उपदायां लघु इकः गुणः अभविष्यत्. गुणकार्य अभावे हलि च आगत्य कार्यं करोति. द्वादिगणे चत्वारः धातवः सन्ति, दिवु क्षिवु स्त्रिवु स्टिवु इति. दिव् योगः शन् अस्ति, हलि च इत्यनेन वकारस्य धातोः उपदायां स्थितः इक् वर्णः ह्रस्व इकारः दीर्घः भवति. इदानीं दीव् इति भवति, शन् मध्ये यकारः एव तिष्ठति अनुबन्धलोपानन्तरम्. इदानीं दिव् दीव् योगः य दिव्य इति भवति. अत्र शत्रु अस्ति अत् भवति. अतोगुणे अतोगुणे इत्यनेन पूर्वपरयोः एकः पररूप आदेशः भवति, अतः दिव्यत् इति अन्तिमरूपं भवति. तादृशमेव शिव् शन् अस्ति, हलि च, अनन्तरम् अतोगुणे पररूप आदेशः भवति सीव्यत् श्रीव्यत् स्टीव्यत्. एतत् सर्वं तादृशमेव भवति. तावदेव महोदय. प्रश्नः अस्ति वा? दिव्योगः श्यन् अत्र अत्र य अस्ति हलादि वकारः, अतः इकारस्य दीर्घत्वं हलि च इत्यनेन दिव्योग दिव्य दिव्यत् सीव्यत् श्रीव्यत् ष्ठीव्यत्. अतः इकारस्य गुणः न भवति पुगन्तलघुपदस्य च इति सूत्रेण. किमर्थम्? इकारस्य गुणः किमर्थं न भवति? किं शन् पित् अभविष्यत् तर्हि अत्र भविष्यति चेत् पुगन्तलघुपदस्य इत्यनेन नित्वत् भवति, अतः निति च इत्यनेन न भवति. तावदेव. अतः पुगन्तलघुपदस्य इति कार्यं करोति न करोति अत्र न अपि तस्ति, अतः कार्यं अस्तु. अग्रे रघुपतिमहोदय गुणः. महोदय अत्र स्टीव् अत्र स्टीव् एकं सूत्रमासीत् स्टीव् क्लमु चमां क्षिति परे दीर्घः इति अस्ति अत्र, तत्तु स्टीव् स्टीव् इति भवति तत्र क्षितिपरे इति, परन्तु अत्र हलि हलि इत्यनेन किमर्थं तत्र किमर्थमस्ति तत्र सूत्रं खलु? आं द्वादिगणे अस्ति, परन्तु स्टि तत्र किमपि नास्ति तत्र स्टिव् क्लमु च मां क्षिति इति अस्ति तत्र. एतदपि स्टिव् खलु तत्र स्टिव् अस्ति खलु? अत्र द्विवादिगणे विषयः चलति खलु? स्टिव् क्लमु च मां क्षिति स्टीवति इति भवति तत्र. तत् अत्र द्विवादिगणे इति न उक्तमस्ति तत्र द्विवादिगणे इति स्टीव् इति द्विवादिगणे अपि शुत् अस्ति. सेवन् किमस्ति पुनः तु? 7375 महोदय तत्र त्री नम्बर् किं? 7375 तत्र पञ्च पञ्चसप्तति तृतीयपादे सप्तमध्याय अङ्गकार्यमस्ति अत्र. एकस्य एव भवति स्टीव् इत्यस्य क्लमु च मां चां क्षितिपर क्षितिपरतः अस्ति चेत् चाम्यति तत्रापि तत्र चां चां चां. प्रश्नः समीचीनम्. एकस्य एव अन्यत्र अत्र शन् प्रत्ययः शीत् अस्ति खलु? आमां स्टिव् खलु एतदपि स्टिव् खलु तत्र आमां स्टिव् स्टिव्. सूत्रसङ्ख्या किं महोदय? तत्र तृतीयपादे अस्ति पञ्चसप्ततिः 7375 सप्तमाध्याये द्रष्टव्यं महोदय, अहं द्रष्टुं वदामि किमर्थम् अत्र न भवति अथवा दोषः अस्ति वा इति द्रष्टव्यं। परन्तु प्रश्नः समीचीनः अस्ति। अत्र प्रश्नः अस्ति शिवक्लमुचमाम् इति शिति इत्यनेन षिट् प्रत्यये परे अत्र दीर्घ इकारः भवति, तत्रापि भवति, परन्तु एतत् त्रिपादी अत्रापि भवति खलु। आमाम् अत्रापि भवति, केवलं तत्र पृष्टवान् एव तावदेव। ओ ओ न भवान् किं वदति यत् खलीच इत्यनेन भवति वा अथवा ष्ठिबुक्लमु इति इत्यनेन इति वदति वा? आमाम् तदेव उक्तवान्। अस्तु न खलीच इत्यनेनापि भवति कार्यं, भवति ष्ठिबुक्लमु च माम् इत्यनेन अपि कार्यं भवति दीर्घत्वं केन वस्तुतः भवति इति भवतः प्रश्नः खलु? आमां तर्हि तथा अस्ति चेत् अहं चिन्तयामि ष्ठिबुक्लमु च माम् इत्यनेन भवेत्, यतोहि तत्तु आमां सेवन् सप्ताध्याये अस्ति खलु, खलि च अतः पूर्वत्रम् इत्यनेन तस्य एव कार्यं भवेत् ष्ठिबुक्लमु च माम् इति। उत्तमं, बहु उत्तमं महोदय। सिव्योगः श्यन् मध्ये तु खलि च इत्यनेन सीव्यन् भवति, स्त्रीयोगः श्यन् मध्ये खलि च स्त्री, परन्तु ष्ठिव्योगः श्यन् मध्ये वस्तुतः हलीच इत्यस्मात् पर ष्ठिबुक्लमु च माम् इत्यस्य कार्यं भवेत् यतोहि पूर्वत्र पूर्वसूत्रमस्ति तत्र सप्तमाध्यायः हलीच अष्टमाध्यायः ष्ठिबुक्लमु च माम् शिति इत्यनेन षन् षित् प्रत्ययः अस्ति अतः ष्ठीव् भवति ष्ठीव्य ष्ठीव् इति हलीच न अपि च ष्ठिबुक्लमु च आम् तेन एव भवति न तु प्रायः तेन एव भवति। अस्तु महोदय, अत्र धातुपाठे किम् अस्ति चेत् क्लमु धातु को वादि मे पड्कर् ब्राश ब्लाश इति सूत्रं से विकल्प से शन् अवुर् शप् लगाकर तदस्ति भगिनि, तत् शन् शप् अस्ति, तेषां विकल्पः अस्ति ब्राश्यते ब्ला तत्र अस्ति, परन्तु अत्र न तत्र अत्र दीर्घस्थस्य प्रश्नः अस्ति दीर्घस्थं केन सूत्रेण भवति इति, हलिचैत्यनेन वा अथवा ष्ठिवु इति, तदष्ठिवुक्लमीयमामिति सूत्रेण वा? अतः एव अत्र मातुः दत्तम् अतः दिवादिगणे दिवादिगणे के भीतर् शमादिगणे मे इस्का पाट् व्यत् है इति भवत्या दत्तम् अत्र तत्तु अस्ति महोदय, भवादिगणे तत्र प्रश्नः अस्ति दीर्घ इकारत्वं केन केन दीर्घ इकार अस्तु अवगच्छन्ति वा? अग्रे रघुपतिमहोदय पठतु। अस्तु गुणः अस्तु अत्र मिदेर्गुणः इति विशेषसूत्रमस्ति, मिद् धातोः गुणः भवति शिति प्रयत्ने शन् षित् अस्ति, अतः यद्यपि अपित्वात् भुगन्तलघुबन्तस्य च इत्यनेन गुणः न, तथापि मिदेर्गुणः इत्यनेन गुणः भवति इति अत्र अपवादसूत्रमस्ति। निमिदाम् इत्यनेन आदिमित्तौ इत्यनेन ञकारस्य अत्र क्षम्यतां नि इत्यस्य अपि च आकारस्य इत्संज्ञा भवति, मिद् एव अवशिष्यते। इदानीं मिद् योग शन् इदानीं तत्र यद्यपि मिद् शन् इति अपित् अस्ति, परन्तु मिदेर्गुणः इत्यनेन तत्र गुणः भवति मेद् इति भवति, मेद्य मेद्या योग शत्र मेद्यत् इति अतो गुण इत्यनेन अस्ति मिदेर्गुणः इति। अग्रे अग्रे पठामि महोदय, प्रश्नः अस्ति वा? नास्ति महोदय। अत्र मिदेर्गुणे अत्र पगुन्तलघुपदस्य निति चैत्रेण गुणकार्यं न भवेत् यतोष्यन् अपि अस्ति, परन्तु मिदेर्गुण इति सूत्रस्य बलेन मित् कृते विशेषसूत्रं लिखितमस्ति, तस्य किं महत्त्वं यत् मित् कृते गुणः भवेत्, अतः मिदेर्गुणः तस्य बलेन गुणः भवति मेद् य मेद्यत्, यद्यपि य अपित् अस्ति शन् अपित् अस्ति, परन्तु तथापि इकारस्य लोप गुणः भवति मेद्यत् मिदेर्गुणः इति मिदेर्गुणः इति सूत्रं मिद् धातु केवलमेव वा केवलं कृते किमर्थं किमर्थं मिद् धातु केवलं यतोहि तस्य महत्त्वमस्ति तस्य महत्त्वमस्ति यत् यद्यपि तत्र शित् अस्ति चेत् गुणः करोतु सर्वदा नाम मिद् कृते विशेषसूत्रमस्ति गुणः सर्वदा भवति शित् प्रत्यये परे अपि तस्ति वा पित् अस्ति वा किमपि भवतु गुणः भवति मिद् कृते मिद् धातोः गुणः भवति शित् प्रत्यये परे इति तत्र मिति च इत्यनेन निषेधः न भवति तत्र सर्वत्र मेद्यति मेद्यतः मेद्यन्ति इति भवति तत्र यद्यपि अपि अस्ति अपि सर्वत्र भवति अस्तु तर्हि अग्रे धात्वादेशः अग्रिमः अस्ति विशेषधात्वः अस्ति धात्वादेशः ज्ञाजनेर्जनोर्जा इति ज्ञाधातोः इति क्रियादि क्रयादिगणे अस्ति जन् इति दिवादिगणे अनयोः जा आदेशः भवति शिति प्रत्यये परे जन् धातुः आत्मनेपदी अतः शत्र न अपि च शान अत्र भोधार्थं प्रदर्श्यते जनी इति अस्ति तत्र अनुबन्धलोपे जन् इति भवति जन् यकर्षन् जाजनोर्जा ज्ञाजनोर्जा इत्यनेन शितिपदे जा आदेशः अथवा जाय जायते इति भवति जाय शानच् इति जायमानः लटि जायते इति अन्यथा किं भवति जन् जन् जन्यते इति भवेत् न भवति जायते इति भवति क्षितिपरे तर्हि तत्र कर्मणि प्रयोगे न भवति खलु जन्यते इति भवति तर्हि यतोहि तत्र षित् प्रत्ययपरे नास्ति आम् यक् यक् इति प्रत्ययते तर्हि अग्रे चत्वारः ओकारान्तदातवः तत्र ओकारस्य लोपः भवति ओतशनि इत्यनेन शनिपरे धात्वान्तस्य ओकारस्य लोपः भवति चत्वारः धातवः सन्ति शो धो चो षो इति शो योग शन् इति अस्ति ओतश्यन् इत्यनेन तत्र ओकारस्य लोपः भवति तर्हि श्य एव भवति श्य योग शत्र अतोगुण इत्यनेन शत् इति शति इति लटि शति इति शो इत्यस्य दो इत्यस्य अपि शन् इत्यनेन किं भवति अत्र ओकारस्य लोपः भवति ओतश्शनि इत्यनेन शनिपरे ओकारस्य लोपः ओकारस्य लोपः भवति द्या इति भवति अनन्तरं शन् प्रत्ययेन द्या योग शत्र द्यत् द्यत् इति शत्रन्तरूपम् अस्ति प्रातिपदिकम् अस्ति द्यति इति लटिरूपं तथैव छो इत्यस्य छत् इति भवति लटि छति इति भवति तथैव शो इत्यस्य इदानीं शकारः अस्ति अत्र धात्वादेशः सः इति सूत्रेण तत्र सत्त्वं भवति अतः सो इति भवति सो योग श्यन् श्यन् इति अत्र स इति भवति स योगय स्य अतः स्यत् स्यत् इति शत्रन्तप्रातिपदिकमस्ति लटि स्यति इति ओतश्यनि शनिपरे धात्वङ्गस्य ओकारस्य लोपः भवति शनि अङ्गस्य ओतः लोपः इति अनिवर्तसहितसूत्रमस्ति अतः ओक ओक् धात्वाङ्गस्य ओकारस्य लोपः इति अलोन्तस्य इत्यनेन तत् अन्तिम ओकारस्य एव भवति इति अस्ति अग्रे शमादि तत्र विशेषदात दातवः सन्ति अष्टदातवः शमादि इति अन्तर्गणे सन्ति शमाष्टानां दीर्घः शनि इत्यनेन दीर्घः भवति दिवादिगणे कश्चन अन्तर्गणः अस्ति शमादिगणः नाम्ना यस्मिन् अष्टदातवः सन्ति शनिपरे येषां धातूनाम् उपधायां स्थितः अकारस्य दीर्घः भवति उपधायाम् एते समाष्टानम् इति सर्वे तत्र उप अदुपददातवः सन्ति अतः तेषां दीर्घः भवति शमु इत्यस्ति शं शन् इति भवति शं योग शन् शां शमाष्टानां दीर्घः शन् इत्यनेन शाम् इति भवति शाम्य शाम्यत् इति शाम्यति इति लटिरूपं तथैव तमु इत्यस्ति साम्यक् ताम्यति इति रूपं दमु दाम्यत् इति भवति दाम्यति इति लटि श्रमो श्राम्यत् इति भवति श्राम्यति इति लटि भ्रमु भ्राम्यत् अथवा भ्राम्यति क्षमु क्षाम्यत् क्षाम्यति क्लमु क्लमु तत्र शमाष्टादीर्घशनि इत्यनेन तत्र श्याम् इति भवति शनि इत्यनेन तत्र श्राम्यति श्राम्यत् श्याम्यत् इति क्लमु क्लाम्यत् अत्रापि मदी इति अस्ति तत्र अत्रापि माद्यत् अत्रापि महोदय शमाष्टानां दीर्घः शनि इति खलु तत्र स्टिव् क्लमु शमा क्षिति परे किमर्थं तत्र तत्र क्लमु क्लमु या क्लमु अत्र स्टिव् क्लमु क्लेशः अस्ति अत्र केवलं शन् प्रत्यर्थे अस्ति हा अत्र शन् इति अस्ति अत्र क्षिति नास्ति अत्र प्रत्यर्थे अत्र तस्य कार्यमस्ति साक्षात् उक्तमस्ति शनि शनि इति साक्षात् उक्तमस्ति इति कृत्वा तद् तस्य बलेन अनेन सूत्रेणैव भवति इति वक्तुं शक्नुमः शन् प्रत्यये परे अनेन सूत्रेण क्लम् कृते दीर्घत्वं भवति परन्तु अन्य षित् प्रत्ययः अस्ति चेत् तत्र न भवति न भवति शिव कम्मु च माम् इति सूत्रेण दीर्घत्वं तत्र तत्र क्लामति इति तत् भवादिगणे अस्ति चेत् तत्र क्लामति अनेन भवति अत्र तत्र शिवस्कमु शमांशिति इत्यनेन भवति दीर्घः अत्र शनि भवादिगणे अस्ति खलु भवादिगणे भवादिगणे अपि अस्ति आमामाम् अत्र अग्रे क्लम् आम् विकल्पः नाम क्लम् इति शन् अपि भवति शप् अपि अस्ति शन् अस्ति चेत् क्लाम्यते इति भवति क्लाम्यति तत्र अशमामष्टानां दीर्घः शनि इत्यनेन दीर्घत्वं भवति परन्तु भ्वादिगणे क्लं योगः शप् अस्ति तत्र तु शिव क्लमु चमाम् इत्यनेन दीर्घत्वं भवति क्लाम् सत्यं दीर्घत्वम् उभयतः भवति परन्तु शन् अस्ति चेत् शमामष्टानां दीर्घ शनि शप् अस्ति चेत् शिव क्लमु चमाम् इति परसूत्रम् अपि अस्ति तत् 74 क्षम्यतां 72 74 अस्ति अस्तु 75 इदानीम् अन्तिमम् अस्ति तृणप्रत्ययविकल्पः तत् समापयतु मीना महोदय पठतु मिथुनप्रत्ययः विकल्पः वा ब्राश् ब्लाश् भ्रमु भ्रमु क्रं क्लं त्रस् त्रुट् लब् लश् लशेभ्यः शप् शन् एतौ प्रत्ययो वा भवतः किं भवति विकल्पेन विकरणप्रत्ययः भवति वा त्रस् भवति त्रसति त्रस्यति वा त्रसति विकल्पेन शन् भवति वा एभ्यः शप् श्यन् एतौ प्रत्ययौ वा भवतः शत्रुप्रत्यये परे शप् अपि भवति शन् अपि भवति शप् अस्ति चेत् त्रसत् शन् अस्ति चेत् त्रस्यत् शत्रुप्रत्यये परे त्रस् शप् त्रस् त्रश शत्रु अतो गुणे पररूपादेशः त्रसत् त्रश्यन् त्रश्य शन् प्रत्यये परे योगः छत्र अतो गुणे पररूपादेश त्रस्यत् अत्र विकरणप्रत्ययः विकल्पः किं किं गणे अस्ति त्रस् त्रस् अपि च ब्राश् ब्लाश् भ्रमु क्रमु क्रमु एभ्यः शप् शन् एतौ प्रत्ययौ दिवादिगणे सन्ति परन्तु दिवादिगणे एव सन्ति खलु द्रष्टव्यं दिवादिगणे अस्ति एकनिमेषः वा भ्राश सूत्रं सम्पूर्णसूत्रं किम् एकवारं द्रष्टव्यम् एकनिमेषः अनुवृत्तिसहितसूत्रं किं 3179 न किं 71 किमस्ति सूत्रसङ्ख्या का 179 खलु 79 तनाधिकृतगणः उच्यते 3179 79 नास्ति दोषः तनादिकृभ्यः 3170 अस्ति अत्र किमस्ति कर्त्री सार्वधातुके प्रत्यये परे भ्राश् ब्लाश् इति परः श्यन् विकरणप्रत्ययः विकल्पेन भवति श्यन् प्रत्ययः विकल्पेन भवति इत्युक्त्वा किम् तर्हि भुवादिगणे सूत्रसङ्ख्या किं महोदय सूत्रसङ्ख्या किम् 70 भवति इत्युक्त्वा भवादिगणीयधातवः सन्ति नाम यदि दिवादिगणीयधातवः एव सन्ति चेत् किमर्थं लेखनीयं षण् विकरणप्रत्ययविकल्पेन भवति खलु आमां वादिगणीयधातुः अस्ति येन वस्तुतः षट् प्रत्ययः परन्तु विकल्पेन षण् अपि भवति इति खलु आमां तत् द्वादिगणीयधातवः सन्ति परन्तु विकल्पेन षण् अपि भवति विकरणप्रत्ययः आगच्छन्ति वा परन्तु मात्र क्लमु इति खलु अत्र क्लमु इति अस्ति अत्र उपरि क्लमु अस्ति समाष्टानां दीर्घशनि इति तत्र तद्भिन्ना अस्ति वा तद् दिवादिगणे अस्ति ब्राश क्लमु इति अस्ति खलु क्लमु इति अत्र उपरि अपि क्लमु इति समाष्टानां दीर्घशनि इत्यनेन तत्र अस्ति तत्र दिवादिगणे एव समाष्टानां दीर्घ इति द्विवादिगणे एव इति क्षम्यतां द्विवादिगणे एव अस्ति वा समाष्टानां द्विवादिगणे अथवा सामान्य अस्ति वा सर्वत्र अस्ति वा द्रष्टव्यम् अन्तर्गणे कस्मिन् गणे अस्ति द्रष्टव्यं समाष्टानां अत्र अन्तर्गण क्लमु द्विवादिगणे अस्ति भ्रं द्विवादिगणे अस्ति इति लिखितं shradhai.com मध्ये तु भ्रांशभवादिगणे भ्लाश् भवादिगणे भ्रं भवादिगणे भ्रं दिवादिगणे अपि अस्ति दिवादिगणे अपि अस्ति यतोहि तत्र क्षमामष्टानाम् इति अस्ति दिवादिगणे आमां दिवादिगणे एव अस्ति अष्टदातव दिवादिगणे एव सन्ति अन्तर्गणः अस्ति एव ये क्षमादिगणः सन्ति ते दिवादिगणीय सन्ति अन्ये भवादिगणीय आम् सत्यम् अस्तु तत् चिन्तनं नास्ति प्रश्नः अस्ति यत् एतेषां धातूनां कृते अत्र शमादिगणे अपि अस्ति शमादिगणे ये सन्ति ते दिवादिगणीय सन्ति यतोहि शमादिगणः शुभरात्रिः महोदय तर्हि प्रश्नः नास्ति चेत् इदानीं विरमामः अस्तु धन्यवादः धन्यवादः